आयातु वरदा देवी अक्षरम् ब्रह्म संमितम् गायत्री छन्दसा वातेदम् ब्रह्म जुषस्वे यदन्हात् कुरुते पापं तदन्हात् प्रतिमुच्यते यत्रात्रिजात् कुरुते पापं तत्रात्रिजात् प्रतिमुच्यते सर्ववर्णे महादेवि सन्ध्या विद्ये सदस्पते ओजोऽसि सहोऽसि फलमसि भ्राजोऽसि देवानां धामनामासि विश्वमसि विश्वायुः सर्वमसि सर्वायुरभिभूरों गायत्री मावाहयामि सावित्री मावाहयामि सरस्वती मावाहयामि छन्दर्जी मावाहयामि सृज मावाहयामि गायत्री छन्दो विश्वामित्रऋषिः सविता देवताग्निर्मुखम् ब्रह्माचिरो विष्णुर्हृदजगम् रुद्रः शिखा पृथिवीजो निःप्राणापानम् व्यानोदानसमानात प्राणाश्वेतवर्णा साङ्ख्याजनस गोत्रा गायत्री चतुर्विगुम् चत्यक्षता त्रिपदा षट्कुक्षिः पञ्च चीर्षोपनगने विनियोग ॐ भूः ॐ भुवः ॐ सुवः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम् ॐ तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि धिजो जो नः प्रचोदयात् ॐमापो ज्योतिरसोऽमृतम् ब्रह्म भूर्भुवः सुवरो